सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. क्षमया दयया प्रेम्णा सूनृतेन आर्यवेन च वशीकुर्यात् जगत् सर्वं विनयेन च सेवया. इत्युक्ते अत्र अनेकानि पदानि तृतीयाविभक्त्यन्तरूपाणि सन्ति अस्मिन् श्लोके. क्षमया दयया प्रेम्णा सूनृतेन आर्जवेन विनयेन सेवया. एतानि पदानि तृतीयाविभक्त्यन्तरूपाणि. यः पुरुषः एतैः लक्षणैः सह युक्तः, सः सर्वं जगत् तस्य नियन्त्रणे आनेतुं शक्नोति. इत्युक्ते एतेषां लक्षणानां साहाय्येन वयमपि सर्वं जगत् अस्माकं नियन्त्रणे आनेतुं शक्नुमः. तत् स एव श्लोकस्य अर्थः. श्लोकं किमर्थं पठितवती इत्युक्ते अस्माकं विषयः अस्ति तृतीयाविभक्तिः. गते सप्ताहे एव सः विषयः आरब्धः. अद्य इतोपि वयं तृतीयाविभक्तेः विषये एव अन्यान् अभ्यासान् कृत्वा तस्मिन् विषये इतोपि ज्ञास्यामः. उत्तमम्. अनन्तरम् अत्र प्रथमतया भाववाचकशब्दानाम् अपि तृतीया भवति. भाववाचकपदानि योजयित्वा तृतीयाविभक्तेः उपयोगं कथं करणीयम् इति वयं कृतवन्तः वा एतत् करपत्रं? नो चेत् अधुना कुर्मः. गीताञ्जलि भगिनी वदतु, वयं कृतवन्तः वा न वा? न कृतवन्तः वयं न कृतवन्तः. ओके, अस्तु अधुना कुर्मः. भवती एव करोतु. अत्र प्रथम सर्वे प्रथमं करपत्रम् अत्र पुरतः स्थापयन्तु. एतानि करपत्राणि विभक्तिवल्लरी इति पुस्तकात् उद्धृतानि करपत्राणि. यदि भवन्तः पार्श्वे विभक्तिवल्लरी नाम्ना पुस्तकमस्ति चेत् पठन्तु. सुन्दरं पुस्तकम्, उत्तमं पुस्तकं. विभक्तीनां विषये बहु लाभाय भवति तस्य पठनेन. उत्तमं करोतु भगिनि. भावसूचकानां शब्दानाम् अपि तृतीया भवति. उदाहरणं बालकः सन्तोषेण क्रीडितुं गतवान्. अभ्यासः वाक्यस्य अन्ते दत्तस्य शब्दस्य तृतीया विभक्त्यन्तरूपेण रिक्तस्थानानि पूरयत. यथा अत्र पश्यतु, भावसूचकानां शब्दानां विभक्तिः का? षष्टिविभक्ति बहुवचनं, विशेषणं विशेष्य सम्बन्ध अस्ति. उत्तमम्. अत्र विशेष्यं किं, विशेषणं किम्? विशेषणं भावसूचकानां शब्दानां विशेष्य. सुन्दरम्. अपि च अत्र अपि इति पदं योजितमस्ति. किमर्थं तथा अपि इति योजनस्य आवश्यकता अस्ति वा? अस्तु. अपि शब्दस्य योजनम् आवश्यकता इति प्रथम अभ्यासः क्रियायां यत् साधनं भवति तस्य तृतीया विभक्ति भवति इति दत्तम्. किन्तु अत्र साधनं न, किन्तु भावसूचकानां शब्दानाम् इति दत्तम्. सुन्दरं, सुन्दररीत्या उक्तवती. उत्तमम्, उत्तमम्. अनन्तरम् अत्र सन्तोषेण इति पदमस्ति, तत्र णत्वस्य निमित्तं किम्? सन्तोषेण शकार अस्ति, शकारपरे एकार अस्ति, तदनन्तरं नकार अस्ति, नकार णकार भवति षकारनिमित्तं. तस्य षकारस्य नाम किम्? णत्वं षकारस्य नाम किं? मूर्धन्यषकार. उत्तमम् उत्तमम्. अनन्तरम् अत्र वाक्यं पुंलिङ्गे अस्ति, स्त्रीलिङ्गे वदतु. बालिका इति बालिका सन्तोषया क्रीडितुं गतवान्. समीकरोतु भगिनी. बालिका सन्तोषेण सारी हा बालिका सन्तोषया क्रीडितुं गतवती. न भगिनी, अत्र कोऽपि समीकरोतु. अत्र बालिका सन्तोषेण क्रीडितुं गतवती किमर्थं तथा? भगिनी वदतु. गतवान् तव प्रत्यय पुंलिङ्गे अस्ति, बालिका गतवती स्त्रीलिङ्गे गतवती अस्ति. सन्तोषेण स्त्रियभक्ति उपकरणम् अस्ति. भाव अस्ति, भाव सन्तोषं लैक् आनन्देन. बालिका आनन्द वित् जाय् क्रीडितुं गतवती, टु प्ले क्रीडितुं. अत्र अत्र भगिनी गीताञ्जलि प्रयत्न करोमि भगिनि. सन्तोषम् इति पदं नपुंसकलिङ्ग् पदं भगिनी. भगिनी अत्र सन्तोषः सन्तोषः इत्युक्ते पुंलिङ्ग् पदं, पुंलिङ्ग् अकारान्त पुंलिङ्ग् पदं सन्तोषेण रूपम् अस्ति, तथा सन्तोषया सम्यक् नास्ति. सुन्दरम् अवगतवती. अग्रिमं पठतु, अग्रिमं पठतु. अस्तु अस्तु, चिन्ता मास्तु भगिनि. अभ्यासः वाक्यस्य अन्ते दत्तस्य शब्दस्य तृतीया विभक्ति अत्यन्तरूपेण रिक्तस्थानानि पूरयत. अत्र पश्यतु, तृतीया विभक्त्यन्तरूपेण कीदृशं पदमस्ति तत्र? इत्युक्ते अत्र अस्मिन् एकपदम् इव दृश्यते अत्र, परन्तु तस्मिन् कति पदानि सन्ति? पदविभजनं कुर्मः चेत् वदतु. एकं तृतीया, एकं विभक्ति, एकम् अन्त, एकं रूपेण, चत्वारि पदानि सन्ति. सुन्दरं, तस्मिन् पदे चत्वारि पदानि सन्ति इत्युक्ते समस्तं पदं, तत्र समासः अस्ति. तथा समासं कुर्मः चेत् तत्र विभक्तेः लोपः भवति. तृतीया, तत्र तयोर्मध्ये विभक्तिः अस्ति, विभक्तीनां लोपः भूत्वा समस्तपदम् अत्र लिखितमस्ति. तृतीया विभक्त्यन्तरूपेण उत्तमम्. उदाहरणं करोतु. उदाहरणं, सः परिश्रमः, पुंलिङ्गपदं तृतीया परिश्रमेण, सः परिश्रमेण कृषिं करोति स्म. णत्वस्य निमित्तं किम् अत्र? णत्वं रकारान्त, रकारान्त परे इकारान्त षकारान्त रकारान्त अनदर रकारान्त द्वितीय रकारान्त निमित्तं रकारान्त श्र रकारान्तपरे मकारान्त एकारान्त तदनन्तरं नकारान्त रकारान्तनिमित्तं न न भवति. अत्र अस्मिन् पदे रेफद्वयमस्ति, रेफद्वयमस्ति, परन्तु अत्र निमित्तं द्वितीय इत्युक्ते अत्र नकारस्य समीपे यः रेफः अस्ति स एव तस्य कृते निमित्तमस्ति. परि इत्यस्मिन् रेफः अस्ति, परन्तु श्रमेण तत्र रेफः अस्ति, सः रेफः एव नत्रस्य निमित्तं भवति. अत्र कृषिः, कृषिः इत्युक्ते किं भगिनि? कृषिः इत्युक्ते अर्थः कः? कृषक क्षेत्रं कार्यं करोति इत्युक्ते भोजनं. अत्र कृषिः इत्युक्ते किं कोऽपि वदति वा? कृषिः इत्युक्ते अहं चिन्तयामि एग्रिकल्चर्, वदतु भगिनि. एग्रिकल्चर् इति अहं चिन्तयामि. प्रथमं करोतु भगिनि. सस्यानां पालनम् इति वक्तुं शक्नुमः? उत्तमं. सस्यानां पालनं कृषिकार्यं करोति, सः परिश्रमेण कृषिं करोति स्म. स्म इत्यस्मिन् विषये अग्रे गत्वा पठिष्यामः. प्रथमं वदतु भगिनि. माता क्रोधेन बालकं ताडितवती. अत्र नत्वम् अस्ति वा नास्ति वा? सर्वे नत्वम् अस्ति वा नास्ति वा? अस्ति चेत् किमर्थम् अस्ति, नास्ति चेत् किमर्थं? सर्वे तदपि वदन्तु. क्रोधेन नत्वं नास्ति भगिनि, किमर्थं? तकार सवर्ग मध्यमे अस्ति, रकार नकार मध्ये सवर्ग अस्ति, तथा बाधा अस्ति. उत्तमं. द्वितीयं करोतु. निर्धनः कष्टमेण धनं सम्पादयति. सम्यक् नास्ति भगिनि, समीकरोतु. निर्धनः कष्टमेन धनं सम्पादयति. कोऽपि समीकरोति वा? सोरि, कष्टेन. भगिनि, भवत्याः उत्तरदायित्वं किमित्युक्ते नत्वमस्ति वा नास्ति वा, किमर्थमस्ति किमर्थं नास्ति, तत्र कारणं किम्, एतत् सर्वं वक्तव्यं. वदतु. कष्टेन नकार अस्ति, णत्वं न भवति, टकार मध्ये अस्ति, तथा. उत्तमम्. इत्युक्ते अत्र पश्यतु भगिनि, क्रोधः इति पदं पुंलिङ्गपदं, कष्टं नपुंसकलिङ्गपदं, भयं नपुंसकलिङ्गपदं, दुःखं, परन्तु आनन्दः सन्तोषः कथा किमर्थमस्ति इति अग्रे गत्वा वयं ज्ञास्यामः. परन्तु तादृशरीत्या एव पठनीयं, तादृशी रीत्या एव ज्ञातव्यं. वि नीड् टु नो दट् वे. अपि च एतानि पदानि भावसूचकपदानि. उषा भगिनी भवती करोतु अग्रिमम्. आं भगिनि. व्याघ्रं दृष्ट्वा पान्तः कम्पते स्म. व्याघ्रं दृष्ट्वा पान्तः भयेन कम्पते स्म. नत्वविषये व्याघ्रं दृष्ट्वा पान्तः भयेन, नकार पूर्वं य शब्द य अस्ति, न शकार न रक् न रेफ न शकार न ऋकार अस्ति, ततः णत्वं न भवति तत्र. निमित्तं नास्ति, तदर्थं न भवति. अत्र पान्तः इति पदमस्ति, इत्युक्ते कः? पान्तः इत्युक्ते ट्रावेलर्. संस्कृतभाषायाम् अन्यं पदं वदतु, कोऽपि वदति वा? यात्रिका. अस्तु, उत्तमम्. अत्र संस्कृतभाषायां पन्था, पन्था इति पदमस्ति, मार्गः. पन्था इत्युक्ते मार्गः. मार्गः यथा तने महोदयः उक्तवान् तत्र पथि पथिन् नकारान्तपदमस्ति पथि इत्युक्ते अपि पान्थः परन्तु अत्र पान्थः अकारान्तपदं पथि नकारान्तपदम् अत्र कम्प धातुः अस्ति कम्पते कम्पते इति रूपं किं भगिनि वदतु कम्पते आत्मनेपदी अस्ति क्रियापदम् अस्ति अत्र अपि च सकर्मकः अथवा अकर्मकः कम्पते सकर्मक न अकर्मकः अस्ति भगिनि अकर्मकः अपि च अत्र प्रथमं पदं पश्यतु अत्र रूपं किं व्याघ्रं दृष्ट्वा अत्र प्रथम अत्र व्याघ्रम् इति अस्मिन् वाक्ये व्याघ्रम् इति पदं कर्मपदम् इत्युक्ते द्वितीयविभक्तौ अस्ति प्रथमविभक्त्यन्तरूपं किं व्याघ्रः तद् किमर्थम् अत्र व्याघ्रम् इति लिखितमस्ति व्याघ्रं दृष्ट्वा त्वा प्रत्ययः अस्ति यदा त्वा प्रत्ययः आगच्छति तदा कर्मपदम् आगच्छति बहिनि उत्तमम् उत्तमम् अग्रिमं करोतु मरणवार्तां श्रुत्वा सा दुःखं मरणवार्तां श्रुत्वा सा दुःखेन रोदनं कृतवती दुःखेन णत्वं न भवति अत्र न परे शकार रकार ऋकार न अस्ति निमित्तं न अस्ति अतः णत्वं न भवति मरणवार्तां श्रुत्वा अपि त्वप्रत्ययः अस्ति ततः मरणवार्तां कर्मपदम् अस्ति अत्र भगिनि सुन्दरं रोदनम् इति पदम् अस्ति तस्मिन् विषये किञ्चित् वदतु रोदनम् अकर्मक अस्ति कृतवती तव तु प्रत्यय अस्ति उत्तमम् इत्युक्ते अत्र धातुः अस्ति रुद् धातुः गुणकार्यं भूत्वा गुणकार्यं भवति तत्र रोदनम् इति पदम् आगच्छति रोदनम् इति ल्युडन्तरूपं ल्युडन्तरूपं सर्वदा नपुंसकलिङ्गे भवति उत्तमम् अग्रिमं करोतु भवान् यत् करोति तत् करोतु आनन्दः भवान् यत् करोति तत् आनन्देन करोतु करोतु लोट्लकार अस्ति आनन्देन णत्वं न भवति शकार रकार रेफः ऋकारः न अस्ति निमित्तं न अस्ति अतः णत्वं न भवति अत्र एकवारं चिन्तयतु कीदृशं सुन्दरं वाक्यम् एतत् पुनः एकवारं मम कृते वदतु भवान् यत् करोति तत् आनन्देन करोतु स्त्रीलिङ्गे वदतु भगिनि स्त्रीलिङ्गे वदतु मम कृते भवती यत् करोति तत् आनन्देन करोतु उत्तमम् उत्तमम् अग्रिमं करोतु किमपि कार्यं मा करोतु त्वरा स्त्रीलिङ्ग त्वरया किमपि कार्यं मा करोतु अत्र अत्र त्वरा इत्युक्ते किं लैक् वित् हेट् लैक् हेसिटेशन् लैक् आर् इन् हरि किमपि अन्यं पदं वदन्तु कोऽपि जानाति चेत् त्वरा शीघ्रं त्वरितं कार्यं मा त्वरितम् उत्तमं त्वरया नमस्ते भगिनि स्वागतं त्वरया किमपि कार्यं मा करोतु एतत् सत्यं वा भगिनि आं भगिनि सत्यमेव वा भवती किं वदतु लैक् पूर्वस्य वाक्ये अस्ति आनन्देन यत् करोति तत् आनन्देन करोतु त्वरया न करोतु उत्तमम् उत्तमं भगिनी, धन्यवादः. अनन्तरं शोभा भगिनी भवती करोतु. नमस्कारः भगिनि. नमस्ते, स्वागतम्. अग्रिमवाक्यम् अस्ति, सः अधिकारी सदापि रुक्षतया व्यवहरति. रुक्षतापद रूड् अथवा हार्ष् अस्ति. सः अधिकारी सदा अपि इत्युक्ते सर्वदा रुक्षतया व्यवहरति. उत्तमम्. अत्र रुक्षता इत्युक्ते भवती उक्तवती, परन्तु अन्यं पदं कोऽपि वदति वा? नो चेत् अहं वदामि. रुक्षता कठोर उद्दण्ड इत्युक्ते पारुष्यम् अथवा परुषत्वं, कटुत्वं. त्वप्रत्ययं योजनेन अत्र कटुता अथवा कटुत्वम् इति अपि भवति. भगिनी, अत्र अधिकारी इति पदमस्ति, तस्मिन् विषये वदतु. अधिकारी पुंलिङ्गे अस्ति, किन्तु दीर्घ ईकारान्त पुंलिङ्गपदमस्ति. न भगिनि, न सः अधिकारी सदापि. अहं चिन्तयामि नकारान्तपदम् अधिकारिन्. किन्तु प्रथमविभक्तौ किं भवति भगिनि? अधिकारी गुणी. ओ, भवती प्रातिपदिकं गुणिन् प्रातिपदिकस्य विषये दृष्टवती. अत्र अधिकारी इति पदं प्रथमाविभक्ति अन्तरूपम्. अहं चिन्तयामि नकारान्तपदम् इति चिन्तयामि. सः अधिकारी सदा अपि रुक्षतया व्यवहरति. गते सप्ताहे भवती एकं वाक्यं लिखितवती. अत्र ता कथम् आगतम्? अत्र रक्षता, जागरूकता, विशेषता इति एतानि पदानि विशेषप्रत्ययस्य योजनेन आगतानि. अनन्तरं भोः रक्षकाः भवन्तः जागरूकतया भवनं रक्षन्तु. अत्र रक्षकाः इत्यस्मिन् विषये वदतु. रक्षकाः यः रक्षणं करोति सः रक्षकः. तस्य पदस्य बहुवचने रक्षकाः, यथा आरक्षकः. अत्र विभक्तिः का? रक्षकाः प्रथमविभक्तौ बहुवचने. इतोपि चिन्तयतु. भोः रक्षकाः भवन्तः बहुवचनम् अस्ति. कोऽपि वदति वा अत्र? अत्र रक्षकः सम्बोधनविभक्तौ बहुवचन अस्ति. उत्तमम्. सम्बोधनरूपम् अस्ति भगिनी. अनन्तरं भवन्तः जागरूकतया भवनं रक्षन्तु. अग्रिमं करोतु. मया किमपि वक्तव्यं नास्ति, विशेषता पदमस्ति. मया विशेषतया किमपि वक्तव्यं नास्ति. अत्र मया इति पदस्य विषये वदतु. हा, मया इति पदम् अस्मत्पदस्य मया तृतीयविभक्तौ भवति अहं पदस्य. उत्तमम्. इत्युक्ते अत्र वाक्यमस्ति, मया विशेषतया किमपि वक्तव्यं नास्ति. आङ्ग्लभाषायां वदतु, अनुवादं करोतु. मया विशेषतया किमपि वक्तव्यं नास्ति. ऐ डोण्ट् हेव् एनिथिङ्ग् पर्टिक्युलर् आर् सिग्निफिकेण्ट् टु से. उत्तमं. दशमं करोतु. रमा रमेशयोः विवाहः वैभवेन प्रवृत्तः. अत्र रमा रमेशयोः वदतु. तत्र रमा रमेशयोः वर्णमेलनम् अस्ति वा भगिनि? अत्र समासः अस्ति, द्वन्द्वसमासः इति वदामः, परन्तु समासं कृत्वा तदनन्तरम् अत्र विभक्तिः, समासपदम् अस्ति चेदपि विभक्तिः भवति. अत्र विभक्तिः का? रमा रमेशयोः षष्टिविभक्ति. अपि च वचनं किम्? द्विवचने षष्टिविभक्ति. द्विवचने अत्र द्वन्द्वसमासः अस्ति. रमा रमेशयोः विवाह वैभवेन प्रवृत्तः. अत्र प्रवृत्तः प्रा उपसर्गपूर्वकः, वृत्तधातुः अपि च क्तान्तरूपं. वृत्तधातुतः लट् रूपं वदतु भगिनि. वृत्तधातोः लट् रूपं किं? वृत्ति लट् लकाररूपं. लट् लकार प्रवृत्ति भवती जानाति. प्रवृत्ति प्रवृत्ति प्रवर्तते प्रवर्तते प्रवर्तते प्रावपसर्गपूर्वकः वृत्तधातुः प्रवर्तते. अत्र प्रवृत्तिः प्रवृत्तः इति दत्तमस्ति. शान्तरूपम् अनन्तरं करोतु, अग्रिमं करोतु. कष्टं यावत् वा भवतु भवान् सहनया कार्यं करोतु. भगिनि अत्र मम एकः प्रश्नः अस्ति. यावत् पदं अहं पठितवती, यावत् अपि तावत् सर्वदा पदद्वयं उपयुज्यं किं वदामि तत्र युगलं कृत्वा गच्छति. पदयुगलं कृत्वा उपयोगे आगच्छति. अत्र वाक्ये यावत् एव अस्ति. अत्र यावत् इति पदम् अव्ययमपि अस्ति. अत्र अव्ययम् अव्ययरूपेण दत्तमस्ति. यावत् तावत् पदप्रयोगः अपि अस्ति. परन्तु अत्र एकं वक्तुमिच्छामि, यावत् पदं त्रिषु लिङ्गेषु भवति. विशेषणत्वेन यावत् अत्र कष्टम् इति पदं नपुंसकलिङ्गपदम् इति कृत्वा यावत् इति दत्तमस्ति. समयः इति वदामश्चेत् यावान् समयः. शक्तिः इति वदामश्चेत् यावती शक्तिः. अस्तु, इत्युक्ते अत्र अव्ययरूपेण प्रयुक्तमस्ति. अपि च यथा भवती उक्तवती, यावत् तावत् प्रयोगः अपि अस्ति. भिन्नरूपेण उपयोगं कुर्मः वा भगिनि? यावत् तावत् अपि यावत् पदं, यावत् तावत् अपि पदयुगलम् अपि अव्यय एव अस्ति. वदतु. कष्टं यावत् वा भवतु भवान् सहनया कार्यं करोतु. अत्र सहनया, सहना इति पदमस्ति. अहं चिन्तयामि सहनम् इति पदमपि अस्ति. अत्र सहना इति पदम् अत्र विशेषप्रत्ययः अस्ति. परन्तु वयं जानीमः सह धातुः लट्लकाररूपं किम्? सह सहते धन्यवादः भगिनी. अधुना अनन्तरं तने महोदय भवान् करोतु. इति वाक्यम् आङ्ग्लभाषा वदतु. कष्टं यावत् वा भवतु या भवान् सहनया कार्यं करोति. भगिनी भवत्याः प्रश्नः कः? अहं न अवगतवती. इति वाक्य आङ्ग्लभाषा शोभा भगिनी वदतु. क्षम्यतां भगिनी, पुनरेकवारं वदतु भगिनी. एतदेव वाक्यम् अत्र एकादशं वाक्यम् अस्ति, तस्य आङ्ग्लानुवादं वदतु. कष्टं यावत् वा भवतु भवान् सहनया कार्यं करोतु. Whenever difficulty comes up, then patiently take care of it or do that, do whatever needs to be done. Atra whenever nasti bhagini. Yavat va, yavat is whatever. Once sutha bhagini vadatu. Whatever hardship you get, try to do your work with patience. Samyak va bhagini? Yavat tavat ityukte yatha yavat jalam sarovare asti tavat kupyam nasti. Kupyam nasti. Artham tadasti. यावत् कष्टं यावत् वा भवतु. ओ हवेवर् मच् डिफिकल्टि, हवेवर् डिफिकल्ट् सिचुवेशन् मे कम् अप्, आल्वेस् वित् पेशन्स्, वितौट् वित् पेशन्स् ओन्ली टेक् केर् आफ् देट्, कार्यं करोतु. कार्यं करोतु. उत्तमम्. अधुना तने महोदय भवान् करोतु. आं भगिनि, एतां वार्तां श्रुत्वा सा तृप्तया निःश्वसितवती. निःश्वसितवती, अत्र पश्यतु, निःश्वसितवती. अत्र उपसर्गः यथावत् तिष्ठति, किमर्थं चेत् तत्र विसर्गसन्धिः भवति, परन्तु अत्र विकल्पेन द्वितीयं रूपं दत्तमस्ति. अत्र विसर्गस्य स्थाने शकारः अपि भवितुमर्हति. तत्र वाशरि इति सूत्रेण अत्र विकल्पेन रूपद्वयं सम्भवति. अत्र द्वितीयं रूपं दत्तमस्ति, निःश्वसितवती. वयं जानीमः निःश्वासः नीव् तथा भवति, अन्यं पदमस्ति विश्वसितवती, निःश्वसितवती, एतादृशानि रूपाणि सम्भवन्ति. अत्र तृप्तिः इति पदमस्ति, यथा गतिः, मतिः, इकारान्तः, स्व इकारान्तपदानि. उत्तमं महोदय. तृप्तिया अत्र वर्णसंयोगः अस्ति, कथं लेखनीयं महोदय वदतु. तृप्तिया किं किं किं पृष्टवती भवती? तृप्त्या, तृप्त्या इति लिखामश्चेत् कथं लेखनीयं महोदय? पकारः योगः तकारः योगः यकारः अनन्तरं दीर्घ अकारः. उत्तमम्. करोतु अग्रिमं वाक्यम्. अध्यापकस्य तर्जनं श्रुत्वा सा लज्जया शीरः अवनमय्य स्थितवती. अत्र अवनमय्य इत्यस्मिन् विषये वदतु. अवनमय्य इति अहं न जानामि. कोऽपि वदति वा, कोऽपि जानाति वा? हेड् डौन्, शिरः हेड् डौन् भवति, शिरः अधः. आम् आं भगिनि, परन्तु रूपं रूपं पृच्छामि. अर्धः सम्यक् एव भगिनि, उपसर्ग अस्ति. वदतु भगिनि, गीताञ्जलि भगिनि वदतु. उपसर्ग अस्ति अव. ल्यप् प्रत्यय इत्युक्ते उपसर्ग अस्ति, यकार. उत्तमम्. इत्युक्ते वदतु महोदय, भवानेव वदतु. अत्र अव उपसर्गपूर्वकः नम् धातुः अपि च तस्य ल्यबन्तरूपम् अस्ति. सुन्दरम्. अध्यापकस्य तर्जनम् इति अस्ति. अत्र तर्जनम् इति पदं ल्युडन्तरूपम्. अत्र लट्लकाररूपं किम्? अत्र तर्जनम् इत्यस्य किं रूपं? लट् लट् रूपम्. हा आम्. भवती किं पृष्टवती तदनन्तरं? तर्जनम् इति पदस्य लट् वर्तमानकालरूपं जानाति वा? तर्जति. तर्जयति इति अहं चिन्तयामि. अस्तु. अत्र अध्यापकस्य ल्युडन्तरूपात् पूर्वं साधारणतया षष्ठीविभक्तेः उपयोगं कुर्मः. अध्यापकस्य तर्जनं श्रुत्वा. अपि च अत्र शिरः इति पदमस्ति, तस्मिन् विषये वदतु महोदय. शिरः इति अहं चिन्तयामि तस्य प्रातिपदिकं शिरस् इति अस्ति. रूपाणि वदतु. रूपाणि अहं न जानामि. शिरः. अस्तु वदतु भगिनि. हलन्तपदम् अस्ति शिरः. शिरः शिरसि शिरांसि मनः मनांसि लैक् मनस् शब्द मनः मनसि मनांसि नपुंसकलिङ्ग नपुंसकलिङ्ग वदतु. उत्तम उत्तम. अनन्तरम् अग्रिमं करोतु महोदय. कः सः इति गोविन्दः कुतूहलेन रामं पृष्टवान्. अत्र कुतूहलम् इति नपुंसकलिङ्गपदं दत्तमस्ति. उत्तमम्. अनन्तरं करोतु. पराजयं प्राप्य सः निराशतया प्रतिगतवान्. अत्र पृष्टवान् इति पदमस्ति. पृष्टवान् इति पदस्य लट्लकाररूपं किम्? पृच्छति इति भवति. पृच्छति. पृच्छति. परन्तु अत्र धातुः अस्ति प्रच्. प्रच् धातुः. प्रच् धातुः परन्तु लट्लकाररूपं पृच्छति. अत्र कथवत्वन्तरूपं पृष्टवान् इति दत्तमस्ति. तथा एव कृतान्तरूपम् अपि पृष्टः. कृतान्तरूपं पृष्टः भवति. पराजयं प्राप्य. अत्र प्राप्य इत्यस्मिन् विषये वदतु महोदय. प्राप्य इति ल्यबन्तपदमस्ति. प्र उपसर्गपूर्वकः अहं चिन्तयामि आप् धातु. आप् धातुः अस्ति. उत्तमम्. अत्र आप् धातोः रूपं किं? लट् रूपम्. आप् धातुः अहं चिन्तयामि अहं न जानामि. कोऽपि वदति. आप्नोति. आप्नोति इति अस्ति वा? सुन्दरं सुन्दरम्. आप्नोति. प्र उपसर्गपूर्वकः आप् धातुः. आप्नोति तथा एव प्राप्नोति इति अपि अस्ति. अत्र प्राप्य इति पदं ल्यबन्तपदम् इति कृत्वा पराजयम् इति दत्तमस्ति. नो चेत् तत्र पदमस्ति पराजयः. प्रतिगतवान्. उत्तमं महोदय, धन्यवादः. अनन्तरम् अग्रिमम् अभ्यासं कुर्मः. वदतु भगिनि. भगिनि, अहम् इति वाक्य त्रयोदशवाक्य न द्वादशवाक्य आङ्ग्लभाषा वदतु भगिनि कृपया. द्वादशं वाक्यम्. एतां वार्तां श्रुत्वा सा तृप्त्या निःश्वसितवती. आफ्टर् लिसनिङ्ग् टु द न्यूस् शी कम्फर्टब्लि हौ टु से दिस् निःश्वसितवती इत्युक्ते शी फेल्ट् कम्फर्टबल्. शी साइड् इत्युक्ते शी फेल्ट् कम्फर्टबल्. Felt comfortable. Okay. Sighed a sigh of relief. Tadeva. Truptiya nishvasitavati. Uttama. Adhuna अग्रिमं करपत्रं कुर्मः. अत्र सर्वे अत्र द्वितीयं करपत्रं पश्यन्तु. अत्र अत्रापि सः इति शब्दः यत्र भवति तत्र तृतीया विभक्तिः भवति इति. सः विना करपत्रमस्ति, तं करपत्रं कुर्मः. वंशीसुधभगिनी भवती करोतु, भवत्याः पार्श्वे करपत्रमस्ति चेत्. आम् अस्ति भवति, अस्ति भगिनि. मित्रयोः सम्भाषणमेव न भगिनि. सः विना अत्र अभ्यासः अस्ति. ओ अभ्यासः, आं महोदय, आं भगिनि, आम् अस्ति. एकनिमिषं महोदय. आम् आम् सः इति शब्दः यत्र भवति तत्र तृतीया विभक्तिः भवति. उदाहरणमस्ति, पिता पुत्रेण सह नगरं गच्छति. अभ्यासः वाक्यरचनार्थं सहायकानां त्रयाणां शब्दानाम् आधारेण वाक्यानि रचयत. यथा भगिनी अत्र सहायकानां त्रयाणां शब्दानां विभक्तिः लिङ्गं वदतु. षष्ठीविभक्तौ बहुवचनरूपम् अस्ति, सर्वे अस्ति. त्रयाणाम् इति पदस्य प्रथमान्तं रूपं किम्? प्रथमान्तं त्रयः, तिस्रः इति स्त्रीलिङ्गं, त्रयः इति पुल्लिङ्गं, त्रीणि इति नपुंसकलिङ्गमेव अस्ति भगिनि. त्रयः शब्दाः. आम् आम् त्रयः शब्दाः, त्रीणि शब्दा, त्रीणि शब्दाः, त्रिस्रः शब्दाः. न न भगिनि, अत्र शब्दः इति पदं पुल्लिङ्गपदं, तदर्थमेव त्रयः शब्दाः इति वदामः. नो चेत् त्रीणि पदानि, त्रीणि पदानि. आं भगिनि, तावदेव. अत्र त्रयाणां शब्दानाम् इति एव वक्तव्यं. किमर्थं चेत् यत्र सङ्ख्या अस्ति तत्रापि सम्यक् विभक्तेः उपयोगं कृत्वा एव वक्तव्यं, त्रयाणां शब्दानाम् आधारेण इति वक्तव्यम्. अतः एव स्त्रीलिङ्गे वदामश्चेत् तिसॄणां, तिसॄणाम् इति वदामः. तिसॄणाम् अत्र नपुंसकलिङ्गे अपि च पुंलिङ्गे रूपं समानम्. आं भगिनि, आम् उत्तमम्. अग्रिम रचयत इति पदमस्ति, तस्मिन् विषये वदतु. रचयत इति निजन्तपदमस्ति रचयत, न न क्षम्यतां, लोट्लकारे अस्ति. रचयत पठत इति लोट्लकारे अस्ति. आं भगिनि, किं कोऽपि वदतु, कोऽपि जानाति वा? लोट्लकारे मध्यमपुरुषे बहुवचने. आम् आम् रचयत पठति, पठतां, पठत. आं भगिनि, पठत. उत्तमम् उत्तमम् उत्तमम्. अनन्तरम् उदाहरणत्वेन वाक्यमस्ति, वदतु. लक्ष्मणः रामः वनं, लक्ष्मणः रामेण सह वनं गतवान्. रामेण अणत्वमस्ति. आं भगिनि, तथा एव अत्र लक्ष्मणः इति पदेन सह तत्र तृतीयान्तं रूपं किं भवति? लक्ष्मणः लक्ष्मणेन सह इति वक्तव्यं चेत् अत्र तत्र अणत्वम् अस्ति वा? ओ लक्ष्मणेन, यदि लक्ष्मणेन इति लिखामः चेत् तत्र णत्वं न भवति. किमर्थं? नकारः णत्वविधायकनिषेधः भवति. टवर्गीयवर्णः, मूर्धन्यणकारः, मूर्धन्यणकारः बाधकवर्णः इति कृत्वा लक्ष्मणेन इति भवति. प्रथमं करोतु. रविः मित्रं नगरं, रविः मित्रेण सह नगरं गच्छति, गच्छतः. अत्र भवती भवती अपि अत्र त्वान्तरूपं तवत्वान्तरूपं योजयित्वा वक्तुम् इच्छति वा, लट् रूपं योजयितुम् इच्छति वा, नो चेत् लङ् रूपं योजयितुम् योजितुम् इच्छति वा, अस्माकं विवक्षा एव इत्युक्ते अत्र केवलं त्रीणि पदानि एव दत्तानि. अत्र लट् रूपं योजयित्वा वदतु. रविः मित्रेण सह नगरं गच्छतः. गच्छति मित्रेण सह द्वे अस्ति न, द्वौ बालकः अस्ति न भगिनि, न रविः मित्रम्. अत्र पश्यतु अत्र किमस्ति, कर्मपदं कर्ता रविः अस्ति. कर्ता एव क्रियापदं कर्ता एव इत्युक्ते किं वदामः, अथवा क्रियापदं क्रियापदस्य अन्वयः कर्तृपदेन सह भवति, अथवा क्रियापदं कर्तृपदम् अनुसरति यथा कने महोदयः उक्तवान्. अतः वाक्यं किं भवति, रविः मित्रेण सह गच्छति अथवा लङ् योजयित्वा अगच्छत्. अगच्छत् सुन्दरम्. अग्रिमं करोतु. गोपालः शिवः सम्भाषणं. गोपालः शिवेन सह सम्भाषणं कृतवान् या करोति अथवा अकरोत् अकुरत् आं भगिनि. तृतीयं करोतु. गोविन्दः भवती चर्चा. गोविन्दः भवत्या चर्चां कृतवान् या करोति. अत्र अस्माकम् अभ्यासः सः गोविन्दः भवत्या सह, अतम् अहं मुख्यविषयं न स्मरति. गोविन्दः भवत्या सह चर्चां कृतवान् अथवा करोति. उत्तमं सुन्दरम्. अत्र धन्यवादः भगिनि. अनन्तरम् अत्र गीताञ्जलि भगिनी भवती करोतु. आं भगिनि. माता पुत्री बन्धु गृहं. माता पुत्र्या सह बन्धुगृहं गच्छति. गतवती. अगच्छत् वा. उत्तमं. पुत्र्या सह. अस्तु. अत्रापि पश्यतु, बन्धुगृहम् इति पदं समस्तं पदम्. अत्र बन्धोः गृहम् अत्र विभक्तिः षष्टिविभक्तिः लुप्तः जातः. अत्र समासं किं वदामः, समासस्य नाम अस्ति षष्टितत्पुरुषसमासः इति वदामः. बन्धोः गृहं बन्धुगृहं समस्तं पदम्. अग्रिमं करोतु. सः भगिनी कलहः. सः भगिन्या सह कलहः कृतवान्. अत्र पश्यतु, वाक्यं किञ्चित् समीकरोतु. अत्र कृतवान् इति पदं योजितवती भवती. तदर्थं क्रु धातुः सकर्मकधातुः. अतः किं वक्तव्यम्? सः भगिन्या सह कलहं कृतवान्. कलहं कृतवान्. अत्र कलहः इति प्रथमान्तं रूपम् अस्ति. कलहं कृतवान्. उत्तमम्. अग्रिमं करोतु. कः भवान् आगतवान्? कः कः भवता सह आगतवान्, कः आगतवान्? वदतु, इत्युक्ते किं, कः भवता सह आगतवान् इत्युक्ते हू हेज़् कम् विथ् यू. उत्तमम्. इत्युक्ते भवता सह कः आगतवान् इति इत्युक्ते. उत्तमम्, अग्रिमं करोतु. राजा सैनिकाः युद्धार्थं, राजा सैनिक सैनिक द्वितीया बहुवचनम् अस्ति अत्र. सैनिकाः सैनिकः नरैः, राजा सैनिकैः सह युद्धार्थम् अकरोत्. युद्धार्थम् अत्र युद्धार्थं गतवान् इति वदामश्चेत् समीचीनं भवति. अकरोत् तथा न भवति इति अहं चिन्तयामि. राजा सैनिकैः सह युद्धार्थं गतवान्. अत्र राजा इति पदं पदस्य विषये वदतु भगिनि. राजा इति पुंलिङ्ग् पदम् अकारान्त पुंलिङ्ग् पदम् न भगिनि, न भगिनि, अत्र कोऽपि वदति वा राजशब्दस्य विषये? नकारान्त पुंलिङ्ग राजन् शब्द, राजन् अस्ति, राजा राजानौ राजानः. उत्तमम् उत्तमम्. राज्ञा राजभ्यां राजभिः. सुन्दरम्. इत्युक्ते राजापदं नकारान्तपदं, राजा राजानौ राजानः. उत्तमं, यथा आत्माशब्दवत्. अग्रिमं करोतु. गीता सख्यः प्रवासार्थं, गीता सख्यः इत्युक्ते गीता सख्या, नो दिस् पुंलिङ्ग् पदं, गीता सखा इति प्रथमविभक्ति भगिनी. भगिनी अत्र पश्यतु, सख्यः इति रूपम् अस्ति. सख्यः इत्यस्य एकवचनरूपं किम्? सख्यः प्रथम एकवचनं, कोऽपि वदतु. सखी दीर्घ इकारान्तं, नदी शब्दवत्, नदी शब्द. रूपाणि वदतु भगिनि, सखी शब्दस्य रूपाणि वदतु प्रथमान्तानि. नदीवत् सखी सख्या सख्यः. न भगिनि, सम्यक् वदतु. उषा भगिनी वदतु. नदी नद्यौ नद्यः, सखी सखी सख्यौ सख्यः. सुन्दरम्. अधुना वाक्यं पूर्णतया करोतु, अत्र तृतीयान्तं योजयित्वा. गीता सख्या सह प्रवासार्थं गतवती. परन्तु किन्तु अत्र बहुवचने अस्ति. अस्तु, गीता सखीभिः सह प्रवासार्थं गतवती. सुन्दरं सुन्दरम्. अग्रिमम् अपि भवती एव करोतु. वैद्यः अवस्थाः सम्भाषणं, वैद्यः. भगिनि अत्र पदमस्ति अस्वस्थाः. अस्वस्थाः इत्युक्ते स्वस्थाः इत्युक्ते हेल्दि, अस्वस्थाः. अत्र अकारः नकारात्मकरूपेण कार्यं करोति, विरुद्धार्थक पदं भवति अत्र. आ इति उपसर्गः नास्ति तत्र, नकारात्मक अर्थः अस्ति. अस्वस्थाः, वदतु. अस्वस्थाः वैद्यः अस्वस्थाभिः अस्वस्थाभिः और अस्वस्थैः सुन्दरं सुन्दरम्. अत्र भवति अस्वस्थशब्दः विशेषणम् इति कृत्वा, विशेषणम् इति कृत्वा अत्र त्रिषु लिङ्गेषु रूपाणि भवन्ति. अतः यदि भवती इच्छति चेत् पुंलिङ्गे वक्तुं शक्नोति, नो चेत् स्त्रीलिङ्गे अपि सम्यक् एव. स्त्रीलिङ्गरूपाणि, स्त्रीलिङ्गरूपाणि कथं भवन्ति? वैद्यः अस्वस्थाभिः सह सम्भाषणम् अकरोत्. उत्तमम्. इत्युक्ते अत्र अस्वस्था इति आकारान्तस्त्रीलिङ्गपदं स्वीकुर्मः चेत् अस्वस्थाः स्त्रीलिङ्गे बहुवचनं रूपमपि समीचीनम्. अस्वस्थः इति पुंलिङ्गपदं स्वीकृत्य वदामश्चेत् अस्वस्थाः इति अपि सम्यक्. अन्तिमं करोतु. काः भवत्यः आगच्छन्ति, काः भवद्भिः सह आगच्छन्ति? अत्र रूपं सम्यक् नास्ति. कोऽपि वदति वा? भवतीभिः. शोभा भगिनी करोतु, वाक्यं करोतु. काः भवतीभिः, काः भवतीभिः आगच्छन्ति? सः सः काः भवतीभिः सः. अत्र इत्युक्ते अत्र भवतीभिः सह काः आगच्छन्ति किमपि इत्युक्ते अत्र केवलं भवती यद् उक्तवती सम्यक् एव. अत्र भवतीभिः इत्युक्ते आङ्ग्लभाषायाम् अनुवादं करोतु भगिनि. वित् यु हू एल्स् केम्? हू आल् केम्? हू आर् दोस् लेडीस्? स्त्रीलिङ्गे. स्त्रीलिङ्गे. उत्तमम् उत्तमं. धन्यवादः भगिनी. गीताञ्जलि भगिनी, अधुना शोभा भगिनी एकः काः भवतीभिः सह आगच्छन्ति? वित् यू आल्, वित् यू, वित् यू आल्, हू आल् हेव् कम् न भगिनि? बहुवचने अस्ति न भगिनि? अत्र वित् यू इति वदामश्चेत् यू तत्र बहुवचने यु ओ भवति सम्यक् तत्र भवत्याः उत्तमं भवतीभिः सह काः आगच्छन्ति. उत्तमम् उत्तमम्. अधुना इशोभा भगिनी भवती कर्तुमिच्छति वा अत्र विना शब्दस्य योगे तृतीया विभक्तिः भवति? विना इत्यस्य शब्दस्य योगे तृतीया विभक्तिः भवति. उदाहरणं, धनेन विना कोऽपि न जीवति. अत्र इत्यस्य अत्र सन्धिः अस्ति, अहं पूर्वम् उक्तवती. वदतु. इति इति अस्ति इत्यस्य, तस्य शब्द अस्य शब्दस्य इति अस्य अस्ति वा भगिनि? उत्तमम् उत्तमं. वंशीसुधा भगिनी वदतु, सन्धेः नाम किम्? यन् सन्धि भगिनि, इति योगः अस्ति, इकारः योगः अकारः, यन् सन्धि भवति, यकारः सन्धि. अस्य शब्दस्य अस्य इति शब्दस्य प्रथमान्तं रूपं किम्? तस्य इत्युक्ते तने महोदय वदतु. अयम् अयम् अयम् अयम् उत्तमम्. अयम् इत्युक्ते अत्र शब्दः, शब्दः इति पदं पुंलिङ्गपदं दत्तमस्ति, तदर्थम् अयम् एव भवति. अत्र परन्तु इदं प्रातिपदिकं परन्तु पुंलिङ्गे अयम् इति वदामः. उत्तमम्. अत्र अस्य इति अयं अयं शब्दस्य षष्ठ्यन्तं रूपम् अस्ति. उत्तमं भगिनी करोतु. स्त्रीलिङ्गे अस्ति चेत् किं भवति भगिनि? इयम् अस्ति चेत् इति इति इयम् इयं भवति वा? ओ ओके. इत्यस्याः इति अस्याः इत्यस्याः सूचना. विना शब्दस्य योगे द्वितीया विभक्तिः पञ्चमी विभक्तिः चापि भवति. शब्दस्य योगे न तु एवं तृतीया विभक्तिः भवति, पञ्चमी विभक्ति अपि अपि च द्वितीया विभक्ति आल्सो द्वितीया विभक्ति पञ्चमी विभक्ति च अपि भवति. चापि अत्र सवर्णदीर्घसन्धिः अस्ति. सवर्णदीर्घसन्धिः अपि च अत्र अत्र द्वितीया विभक्तिः इति पदमस्ति. अत्र पदं पदद्वयम् अस्ति. अहं चिन्तयामि कर्मधारयसमासः इति भवति इति अहं चिन्तयामि. अत्र अत्रापि समासः अस्ति. पूर्वस्मिन् पदे अत्र कोऽपि कोऽपि इत्यस्मिन् वयं जानीमः एव सन्धित्रयमस्ति. त्रयम् अत्र सन्धित्रयम् इत्युक्ते विसर्गसन्धिः, गुणसन्धिः अपि च पूर्वरूपसन्धिः. इत्युक्ते अत्र विना शब्दस्य योगे द्वितीया पञ्चमी अपि भवति. इत्युक्ते विना शब्दं शब्दः त्रिषु विभक्तिषु सम्भवति, न केवलं तृतीया द्वितीया अपि च पञ्चमी. वदतु भगिनि. अभ्यासः. कैः विना कः किं कर्तुं न शक्नोति, किं न करोति, किं करोति इति वदत. यथा लेखनी वदत, वदत रूपं वदतु. वदत बहुवच लोट्लकारे बहुवचनं मध्यमपुरुषे वदत. उत्तमं. यथा लेखनी लेखन्या विना हरिः लेखितुं न शक्नोति, कर्तुं न शक्नोति. कार्यं रामः स्थातुं न शक्नोति. कार्यं कार्येण विना कार्यं कर्तुं लेखनी लेखन्या कार्येण विना रामः स्थातुं न शक्नोति. अत्र णत्वम् अस्ति वा? कार्येण हा अस्ति भगिनि. कार्यं नत्वस्य पूर्वं रकार कार्येण रकार अपि एकार आगच्छति. रकार निमित्तं भवति, एकार बाधा न भवति, बाधारूपा न भवति. अतः णत्वं भवति. णत्वं भवति अत्र इत्युक्ते बाधकवर्णाः न सन्ति, अतः कार्येण इति भवति. अपि च अत्र स्थातुं वयं जानीमः एव तुमन्नन्तं रूपम्. अत्र कार्यपदे रकारात् अनन्तरं यकारः अपि अस्ति, परन्तु सः अपि बाधकवर्णः नास्ति. उत्तमम्. उत्तमम्. आं भगिनि. अत्र पश्यतु रेफात् अनन्तरं के के वर्णाः सन्ति? कार् य रकारयोगः यकार अपि च योगः एकार. इत्युक्ते यकारः अपि च एकारः वर्णद्वयमपि बाधकवर्णौ नाम नास्ति. बाधकवर्णः नास्ति. उत्तमम्. अनन्तरं द्वितीयं करोतु. इत्युक्ते अहं अहं चिन्तयामि कार्येण विना रामः स्थातुं न शक्नोति इति दत्तमस्ति. अपि च कार्यं विना रामः स्थातुं न शक्नोति इति अपि समीचीनम् इति अहं चिन्तयामि. तथैव कार्यात् विना तथापि भवति, किमर्थं चेत् अत्र पूर्वमेव लिखितमस्ति. द्वितीया अपि सम्यक् एव, पञ्चमी अपि, परन्तु अत्र केवलं तृतीयायाः अभ्यासम् एव कुर्मः अधुना. कार्यं विना परन्तु कार्यात् विना पञ्चमी कार्यं विना इति वदामश्चेत् द्वितीया अपि भवति. आं भगिनि, किन्तु अर्थं I was trying to understand karyat vina. Karyat itukte without from something. Karana panchami. Karana panchami ita vadama. Karyat vina. Saha ramaha karyena vina sthatum na shaknoti. Itukte kim arthaha kaha angla bhashayam vadatu. Rama cannot be or stay without doing something, karyam. Astu, uttamam. Agrimam karattu. Upanetram saha drashtum na shaknoti. Upanetrena saha vina saha drashtum na shaknoti. Upanetrena vina. Atra upanetram vina api samyakastiva. Upanetram vina. अत्र उत्तमं, तदेव उपनेत्रं विना अपि सम्यक् एव, परन्तु अत्र अस्माकम् अद्य अभ्यासः अस्ति सः इति, तदर्थम् सः अपि च विना उपनेत्रेण विना इत्युक्ते अत्र न इति पदं त्यक्त्वा वदामश्चेत् उपनेत्रेण सः द्रष्टुं शक्नोति इत्युक्ते न इति पदं त्यक्त्वा परित्यज्य वदामश्चेत् वयं सः योजयित्वा वक्तुमिच्छामश्चेत् उपनेत्रेण सः द्रष्टुं सः द्रष्टुं शक्नोति. उत्तमम्, अग्रिमं करोतु. पादरक्षया विना सा चलितुं न शक्नोति. अग्रिमम्. आसन्देन विना एषः उपवेष्टुं न शक्नोति. अत्र उपवेष्टुम् इति पदमस्ति, लट्लकाररूपं किम्? उपवेष्टुं तुमुनन्तपदमस्ति. उपविशति. अत्र विष् धातुः उप उपसर्गपूर्वकः विष् धातुः अस्ति. विष् धातुः हलन्तधातुः, यदि हलन्तधातुः अस्ति चेत् तत्र गुणकार्यं भवति, विष् वेष् तथा भवति, तदर्थमेव अत्र उपवेष्टुं तत्र गुणकार्यं भवति. तत्र सूत्राणि सन्ति यथा मिलनं भगिनि, मेलितुं मेलिष्यति तत्र कुत्र मेलिष्यति तदा वयं पठितवन्तः. अत्र अर्धधातुकलकारेषु गुणकार्यं भवति, परन्तु अत्र तुमुन्नन्तं रूपं, तुमुन् प्रत्ययः तत्रापि गुणकार्यं भवति. किमर्थं चेत् उंसिसु भगिनी वदति वा भवति किमर्थं गुणकार्यम् अस्ति उपवेष्टुम् इति पदे भगिनि? तुमुन् उपवेष्टुं तुमुन् प्रत्ययः अस्ति. तुमुन् इत्युक्ते अहं वदामि अत्र तुमुन् प्रत्ययस्य प्रथमवर्णः अत्र तुमुन् प्रत्ययः अस्ति. तुमुन् प्रत्ययस्य प्रथमवर्णः तकारः वलादिवर्णः. वलादिवर्णः इत्युक्ते तत्र सूत्रमस्ति अर्धधातुकस्येड् वलादेः. अत्र अर्धधातुकस्येड् वलादेः इत्युक्ते अत्र इडागमः भवति, परन्तु अत्र गुणकार्यं किमर्थं भवति इति अत्र तुमुन् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति, अपि च सः प्रत्ययः कित् गित् नित् वा नास्ति इति कारणेन पुगन्तलघुपदस्य इत्यस्य प्रसक्तिः अस्ति अत्र. सुन्दरं सुन्दरं, सम्यक् उक्तवान् महोदय. ईडागमः नास्ति, परन्तु अत्र गुणकार्यं किमर्थं भवति इत्युक्ते पुगन्तलघुपदस्य च विश् अत्र पुगन्त अङ्गमस्ति, विश् अत्र इकारान् इगन्तधातुः. धन्यवादः महोदय. उत्तमम्. अनन्तरम् अत्र अग्रिमं करोतु भगिनी. दन्ताः. दन्तैः विना वृद्धः चर्वणं कर्तुं न शक्नोति. अत्र चर्वणम् इत्युक्ते किम्? चर्वणम् इत्युक्ते चूयिङ्ग् इत्युक्ते टर्निङ्ग् सम्थिङ्ग् इन् टु चूयिङ्ग् एव अस्ति वा भगिनि, अथवा यथा चूर्णम् अस्ति यदि किमपि वस्तुं वस्तुना चर्वणं भवति तदा चूर्णं भवति वा? अत्र चर्वणम् इत्युक्ते चूयिङ्ग् एव. चूयिङ्ग् एव अत्र अहं शब्दकोशं दृष्टवती, तदर्थं वदामि. जक्षणम् इति पदमपि अस्ति. चर्वणं साधारणतया वयं वदामः चर्वितचर्वणं. कोऽपि श्रुतवान् वा अत्र चर्वितचर्वणं मास्तु इति ज्येष्ठाः वदन्ति? चर्वित इत्युक्ते चर्वितचर्वणम् इत्युक्ते वाट् एवर् यु हेव् आलरेडि टोल्ड् यु डोण्ट् रिपीट् इट् इति. चर्वितचर्वणं पुनरेकवारं डोण्ट् गो इन् टु द फ्लाश् बेक् इति वदामश्चेत् चर्वितचर्वणं मास्तु. भगिनी अत्र वाक्यं पुनः एकवारं करोतु. दन्ताः इति वाक्यं दन्तैः विना उत्तमं. दन्तैः विना वृद्धः चर्वणं कर्तुं न शक्नोति. वृद्धः चर्वणं कर्तुं न शक्नोति. उत्तमं भगिनी, धन्यवादः. अधुना तने महोदय भवान् करोतु. आं भगिनि, न करोति. आत्मविश्वासः. आत्मविश्वासेन विना सः कार्यं न करोति. अनन्तरं कारयानं. कारयानेन विना धनिकः सञ्चारं न करोति. अत्र णत्वम् अस्ति वा? अत्र णत्वं नास्ति. कारयानेन अत्र निमित्तं तु अस्ति, परन्तु णत्वं नकाररेफयोः द्वयोः मध्ये तवर्गीयवर्णः नकारः इति अस्ति, तस्मात् कारणात् णत्वं न भवति. उत्तमम् उत्तमम्. अग्रिमं करोतु. कूर्चः. कूर्चेन विना चित्रकारः चित्रं न लिखति. अत्रापि णत्वं न भवति, यतः रेफात् अनन्तरं चकारः अस्ति, सः बाधकवर्णः अस्ति. उत्तमं. पूर्वस्मिन् वाक्ये अत्र सञ्चारम् इति पदमस्ति. अत्र पदं प्रथमान्तं रूपं सञ्चारः, सञ्चारम् इति दत्तमस्ति. अत्र सञ्चारः इति प्रथमान्तं रूपं, परन्तु अत्र करोति इति पदमस्ति इति कृत्वा सञ्चारम् इति अभवत्. अग्रिमं करोतु भगिनि. एकः प्रश्नः, कारयानं तत्र रेफः नकारः मध्ये यकारः भवति, किमर्थं कारयानं न भवति? यकारः अट् वर्ण नास्ति, अट् प्रत्याहारे अस्ति न भगिनि तत्र? इत्युक्ते अत्र केवलं कारयानम् इति पदं स्वीकुर्मश्चेत् यथा भवती उक्तवती अत्र समस्तं पदमस्ति. इत्युक्ते अत्र एकमेव पदं नास्ति, पदद्वयमस्ति. कारयानं, यानम् इति एकं पदं, भवती उक्तवती यदि पूर्वः पदस्य निमित्तमस्ति अनन्तरपदम् अनन्तरद्वितीयपदस्य निमित्त नत्वं न भवति आं भगिनि इत्युक्ते अस्मिन् पदे निमित्तं पूर्वस्मिन् पदे अस्ति परन्तु अत्र द्वितीये पदे दन्त्यनकारः अस्ति इति कृत्वा तत्र समस्तपदम् इति कृत्वा प्रथम सूत्रद्वयेन कार्यं न भवति परन्तु अत्र अन्यानि साधारणतया तथा न भवति समस्तपदमस्ति चेत् समस्तपदे किं भवति निमित्तम् अन्यत्र अस्ति परन्तु नकारः द्वितीयपदे अस्ति तदा अस्ति चेत् तत्र णत्वं प्रथम अधिकारसूत्रद्वयेन कार्यं न भवति वयं जानीमः अधिकारसूत्रद्वयं रषाभ्यां नोणः समानपदे अपि च कुप्वाङ्नुं व्यवायते एतत् सूत्रद्वयं कार्यं न करोति परन्तु अन्यानि सूत्राणि सन्ति अत्र अपवादाः सन्ति यथा अहम् उक्तवती एकोनचत्वारिंशत् इत्युक्ते 39 सूत्राणि णत्वविषये अष्टाध्याय्यां सन्ति तदर्थम् अत्र न भवति परन्तु यत् अत्र तने महोदयः उक्तवान् कारयानेन अत्र तत्रापि नकारः तदेव अत्र लिखितमस्ति निमित्तं पूर्वस्मिन् पदे अस्ति इति एव अत्र वक्तव्यम् यथा वंशी भगिनी उक्तवती उत्तमम् अग्रिमं करोतु महोदय घट्या विना सः कुत्रापि न गच्छति धनं धनेन विना जनाः जीवनं न कुर्वन्ति जीवनं न कुर्वन्ति उत्तमं धन्यवादः महोदय अनन्तरम् अत्र अस्माकं पार्श्वे मित्रयोः सम्भाषणम् इति करपत्रमस्ति अत्र अहम् एकं वक्तुमिच्छामि अत्र न केवलं सः साकं सार्धं समम् अपि च त्वया एतानि पदानि योजनेन एव एतेषां पदानां योजनेन अपि तृतीया विभक्तिः भवति यथा अहं कानिचन वाक्यानि वदामि रामेण सह सीतावनं गतवती तथा एव रामेण साकं सीतावनं गतवती अथवा रामेण सार्धं सा वनं गतवती अथवा रामेण समं तथा वक्तुं शक्यम् इत्युक्ते सः इति न केवलं सः इति पदम् अन्यानि पर्यायवाचकपदानि कानिचन पदानि सन्ति तेषां योजनेन अपि तृतीया भवति अपि च अत्र भवन्तः श्रुतवन्तः वा श्लोकः अत्र कायेन वाच्या मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्वभावात् करोमि यद्यत् सकलं प्रस्मै नारायणाय इति समर्पयामि अस्मिन् श्लोके अपि सर्वाणि पदानि तृतीयान्तरूपाणि कोऽपि जानाति वा श्लोकं जानाति वा न भगिनि अत्र वंशीसुधा भगिनी भवती जानाति वा आं भगिनि जानामि अत्र के कानि पदानि तृतीयान्तानि सन्ति कायेन वाचा मनसेन्द्रियैव बुद्ध्यात्मना वा प्रकृते स्वभाव करोमि यत्यत् करोमि यत्यत् सकलं परस्मै नारायणाय इति समर्पयामि उत्तमम् अत्र कायेन अपि च वाचा इति पदम् अत्र चकारान्तपदं तदर्थमेव वाचा इति भवति परन्तु प्रथमान्तरूपं किं वाक् इति पदस्य तृतीयान्तरूपं वाचा अपि च मनसा इति अस्ति मनसा इति तृतीयान्तरूपं प्रथमान्तं किं मनस् इति शब्दं मनः उत्तमम् अपि च इन्द्रियैः इति पदमस्ति तस्मिन् श्लोके इन्द्रियैः अत्र प्रथमान्तरूपं किम् इन्द्रियः इन्द्रियैः तृतीयविभक्त बहुवचनरूपम् अस्ति. इन्द्रियम् इन्द्रियाणि इत्युक्ते नपुंसकलिङ्गपदम्. ओ इन्द्रियम् इन्द्रियम् इन्द्रियाणि अपि च बुद्ध्या बुद्ध्या इति पदमस्ति. तत्र प्रथमान्तरूपं किं? बुद्धिः स्त्रीलिङ्गपदम् बुद्धि बुद्धिः उत्तमम्. अपि च आत्मना आत्मना इति आत्मन् शब्दस्य तृतीयविभक्तिः अस्ति. आत्मा इति प्रथमा विभक्तिः अस्ति. उत्तमम्. इत्युक्ते कायेन किं किं वदति श्लोकः? श्लोकं किं वदति इत्युक्ते कायेन वाचा मनसा इन्द्रियैः बुद्ध्या आत्मना वा किं कुर्मः? प्रकृतेः स्वभावात् यत् यत् करोमि तत् सर्वं नारायणाय अहं समर्पयामि. उत्तमम्. उत्तमम्. अनन्तरम् अत्र एकः विनोदः. धन्यवादः भगिनी. एकः विनोदकनिका बुद्धिः मतिः सर्वं सर्वे पदानि स्त्रीलिङ्गे भवति, पुंलिङ्गे न भवति भगिनी. ओ मतिः बुद्धिः स्त्रीलिङ्गे एव अस्ति. पुल्लिङ्ग पुल्लिङ्गशब्दः नास्ति इत्युक्ते पुल्लिङ्ग पुरुषलिङ्गे नास्ति इति मम गुरुः वदति इति. ओ अस्तु अस्तु. इत्युक्ते कानिचन पदानि सन्ति तत्र केवलं सर्वे अत्र अहम् अद्य करपत्रं प्रेषयामि. तस्मिन् ह्रस्वकारान्तपदानि स्त्रीलिङ्गपदानि बहूनि पदानि स्त्रीलिङ्गे अत्र गतिः मतिः स्थितिः बुद्धिः अत्र तकार तथा क्तिन् क्तिन् इति प्रत्ययः अस्ति तत्र. तदर्थं बहूनि स्त्रीलिङ्गपदानि ह्रस्वैकारान्तानि मम पार्श्वे एक लिस्ट् आवलिः अस्ति, अहं प्रेषयामि. अनन्तरम् अत्र अन्यः श्लोकः अपि अस्ति. वस्त्रेण वपुषा वाचा विद्यया विनयेन च वकारैः पञ्चभिर्युक्तः नरो भवति पूजितः. इत्युक्ते तस्मिन् श्लोके केवलं पञ्चपदानि सन्ति वकारयुक्तपदानि. वस्त्रेण वपुषा वाचा विद्यया विनयेन एतानि पञ्चपदानि वकारान्त वकारादिपदानि एतानि सन्ति चेत् सः नरः पूजितः भवति इति अर्थः. अनन्तरम् अत्र मित्रयोः सम्भाषणमस्ति. उषा भगिनी अपि च गीताञ्जलि भगिनी करपत्रं पठतु. अत्र सह विना योजनेन अत्र सम्भाषणमस्ति. मित्रयोः सम्भाषणं. शिशिरः अखिल अखिल कोऽपि नास्ति किं गृहे? अखिलः अहम् एकः एव अस्मि. पिता अम्बया सह सङ्गीतकार्यक्रम गतवान्. अग्रजा अरुणया सह चित्रमन्दिरं गतवती. अनुजः बालैः सह क्रीडति. शिशिरः भवन्तं विना सर्वेपि गतवन्तः. भवान् मया सह आगच्छतु. मम माता आपणं गत्वा पुष्पाणि आनयतु इति उक्तवती. अहं स्यूतेन विना एव आगतवान्. चिन्ता मास्तु, अहं स्यूतं ददामि. धनेन विना आगतं वा इति पश्यतु. तिष्ठतु, प्रथमं धनमस्ति वा इति पश्यामि. किञ्चित् जलं ददातु भोः. स्वीकरोतु. तिष्ठतु, काफीं करोमि. भवान् शर्करया विना काफी पिबति उत शर्करया सह? अहं शर्करया सह एव पिबामि. किन्तु मास्तु, इदानीं भवतः किमर्थं क्लेशः? क्लेशः नास्ति, ममापि काफी समयः एषः. तिष्ठतु, मया सह काफीं पिबतु. उत्तमम् उत्तमम् उत्तमरीत्या उक्तवन्तः. अत्र के यस्य कस्यापि प्रश्नाः सन्ति चेत् पृच्छन्तु. सम्भाषणम् अत्र सरलम् एव अत्र बहूनि पदानि अस्माभिः ज्ञातानि एव. अत्र कोऽपि प्रश्नः अस्ति वा? अस्ति चेत् पृच्छन्तु. अत्र इदानीं भवतः किमर्थं क्लेशः यदि स्त्रीलिङ्गे अस्ति चेत् भवत्याः किमर्थं तदापि विसर्गः एव भवति. अस्तु, भवत्याः क्लेशः अत्र अस्मिन् किमस्ति? अत्र अम्बया सह भगिनी गीताञ्जलि भगिनी वदतु, अत्र प्रथमान्तरूपं किम्? अम्बया सह तृतीया विभक्ति एकवचन इत्युक्ते अम्बा इति प्रथमान्तरूपम्. अम्बा आकारान्तस्त्रीलिङ्ग पदम् अस्ति. अपि च बालैः सह क्रीडति इति दत्तमस्ति, बहुवचने अस्ति. अपि च अत्र भवन्तं विना इति दत्तमस्ति. इत्युक्ते अत्र किम् अभवत्? भवन्तं विना, भवन्तम् इत्युक्ते द्वितीयविभक्ति एकवचन. इत्युक्ते अत्र अस्माकम् अभ्यासः तु तृतीयविभक्तेः अभ्यासः एव, परन्तु अत्र विना इति पदं द्वितीयान्तरूपेण सह योजितमस्ति. भवन्तं विना. अपि च अत्र इतोपि विना योजित विना शब्देन सह युक्तानि पदानि, स्यूतेन विना, धनेन विना, अपि च इतोपि किमस्ति, शर्करया विना. भगिनी वदतु, अत्र प्रथमान्तरूपं किम्? शर्करा उत्तमम्. अपि च शर्करा, शर्करया विना, अपि च शर्करया सह. अत्र काफी समयः इति अस्ति, काफी समयः अत्र अपि समासः अस्ति. काफी समयः उत्तमं. मया सह काफीं पिबतु. अत्र भगिनी गीताञ्जलि भगिनी वदतु, काफीं किमर्थं? द्वितीयविभक्ति भगिनी एकवचनं. किमर्थं काफीं पिबतु? प्लीज ड्रिंक काफी विथ मी. अत्र किमर्थम् इत्युक्ते द्वितीयान्तं रूपं धातुः सकर्मकः. अत्र धातु गीत वंशीसुधा भगिनी वदतु, अत्र धातुः कः? पिबति इति किं? किं धातु पिबतु इत्यत्र धातुः कः? पिबतु इति लोट् लकारः अस्ति, तत्र किं रूपं वदनीयं भगिनि? अत्र लोट् लकारे धातुः अस्ति. उत्तमम्. अत्र प्रश्नः नास्ति इति अहं चिन्तयामि, सर्वं अवगतम्. भगिनि मम एकः प्रश्नः अस्ति, किञ्चित् स्पष्टं नास्ति मम. उत इति पदम् अखिलं स्वीकरोति, तिष्ठतु काफीं करोमि, भवान् शर्करया विना काफीं पिबति. उत शर्करया सह, उत इत्युक्ते अव्ययपदं भगिनि? अव्ययम्. अत्र वयं पठितवन्तः पूर्वम् उत इत्युक्ते. अत्र पश्यतु, पुनः एकवारं वाक्यं पठामः. भवान् शर्करया विना काफीं पिबति, उत शर्करया सह. अथवा किन्तु वा अधिकप्रसिद्धम् अस्ति उत. भगिनी अत्र वा अथवा किं, वा अथवा किं पदद्वयं वा अथवा किं योजयित्वा प्रश्नार्थकवाक्यं रचयामः, परन्तु अत्र उत इत्युक्ते अथवा. ओ अथवा, ईदर् आर् इति वदामः, ओ आर्. ऊतशर्करया सह पिबति किम् इति अर्थः. अत्र प्रश्नः सन्ति वा? अत्र नास्ति चेत् अग्रिमं करपत्रं शीघ्रं कुर्मः. अत्र अत्र अग्रिमं सम्भाषणमस्ति, गृहिण्योः सम्भाषणम्. अत्र वंशसुधा भगिनी, शोभा भगिनी करोतु. आं भगिनि, मालति शारदे किं करोति भवती? अहो मालति, आगच्छतु, उपविशतु. कुशलिनी किम्? आम्, सर्वं कुशलं. भवती स्वकार्यं करोतु, अहं तत्रैव अन्तः आगच्छामि. मम पाकः न समाप्तः. अद्य भोजनार्थं बान्धवाः आगच्छन्ति, अतः विशेषपाकः. तर्हि किं किं करोति? आलुकेन क्वथितं करोमि, कूष्माण्डेन तेमनं करोमि. बहुमरीचिकाः सन्ति खलु, मरीचिकया किं करोति? लघुमरीचिकयाः कटुः, महामरीचिकया भर्जं करोमि. कैः व्यञ्जनं करोति? विण्डिनकैः व्यञ्जनं करोमि. उर्वारुकेण किं करोमि इति चिन्तयामि. उर्वारुकं गृञ्जनकं च योजयित्वा कोशम्बरीं करोतु भोः, बहु स्वादिष्टं भवति. तथैव करोमि. पायसमपि करोमि, पर्पटाम् अपि भर्जयामि. मम पतिः बहु इच्छति. अहमपि किञ्चित् साहाय्यं करोमि. मास्तु भो, भवती उपविशतु, मया सह सम्भाषणं करोतु, अहं सर्वं करोमि. तर्हि अहं सर्वेषां रुचिं पश्यामि, सर्वं भवती करोतु. धन्यवादः. उत्तमरीत्या अस्ति. अत्र भगिनि, अत्र शीघ्रं कुर्मः. शारदे अपि च मालति इति पदद्वयं, तस्मिन् विषये वदतु भगिनि, शोभा भगिनि. हा, शारदे अपि मालति सम्बोधनरूपेण भवति, यथा शारदा शारदे भवति. मालती दीर्घ इकार ह्रस्व इकार मालती भवति. अत्र कुशलिनी इति पदमस्ति, पुंलिङ्गे वदामश्चेत् किं वदामः? कुशलिनी, कुशली, कुशली. अत्र कुशली इति पदं, अत्र कुशली इति पदम् अपि नकारान्तपदम्. कुशलिन्, कुशलिन्, कुशलिन्. उत्तमं, कुशल. अपि च तत्रैव वंशसुधा भगिनी वदतु, तत्र सन्देश नाम किम्? तत्रैव ततः ओ तत्रैव वृद्धिसन्धि भवति भगिनि. उत्तमं, वृद्धिसन्धि सूत्रं किम्? वृद्धिरेचि. आं, वृद्धिरेचि, वृद्धिराजेत् संज्ञासूत्रं भवति. विधिसूत्रं वृद्धिरेचि, वृद्धिरादे संज्ञासूत्रं भवति. उत्तमम्. अत्र पश्यन्तु, अत्र पाकः इति पदमस्ति, पच् धातोः रूपं पाकः. अत्र घञ् प्रत्ययः अस्ति, घञ् पच् धातोः रूपमेव पाकः. अपि च अत्र बान्धवः, बान्धवाः इति पदमस्ति. अत्र अहं चिन्तयामि धातुः अस्ति बन्ध्, तस्मात् लट्लकाररूपं बध्नाति, बध्नाति इति वयं जानीमः. बध्नाति केन? बध्नाति बन्धनं, तथा एव तस्मात् एव बान्धवाः इति पदम् आगतम्. परन्तु सा विशेषपाकं कर्तुम् इच्छति, किमर्थम्? बान्धवाः आगच्छन्ति भोजनार्थम्. उत्तमम्. अत्र अपि च आलुकेन क्वथितं करोमि इत्युक्ते किम्? आलुकेन, आलु, आङ्ग्लभाषा वदामि भगिनि, वदतु वदतु. आलुकेन इत्युक्ते साम्बार् आलु, क्वथितम् इत्युक्ते क्वथितं साम्बार् अहं चिन्तयामि. साम्बार् आलुकेन, आलुकम्, आलुकम् इत्युक्ते पोटेटो, पोटेटो आलु. आलुकम् आलुकेन क्वचितं साम्बार्, कूष्माण्डेन तेमनं करोमि. इत्युक्ते किं कूष्माण्डम् इस् पम्प्किन्? तेमनम् इत्युक्ते न जानामि भगिनि. सास् अस्ति किन्तु अत्र चट्नि अस्ति वा? कूष्माण्डेन सास् तु न भवति, चट्नि भवितुम् अर्हति. चट्नि भवितुम् अर्हति वा? अस्तु. तनय् महोदय, भवान् जानाति वा? तनय् महोदय वदति वा तेमनम् इति? भज्जु भज्जु पुलुसु भगिनि. अस्तु अस्तु. अनन्तरम् इत्युक्ते पाकविशेषः एकः पाकविशेषः अथवा पदार्थ आहारपदार्थविशेषः शाकविशेषः इति वदामः वदामः. अत्र कटुः इति पदमस्ति, इत्युक्ते किम्? बिटर् अथवा थिक् बिटर् लैक् स्पैसि. उषा भगिनी अन्यं पदं वदतु संस्कृतभाषायां. कटुः तिक्तः आम्लक आम्लः तिक् न न अत्र कटुः इत्युक्ते तिक्तमेव, तिक् अन्यं पदं तिक्तमेव. आम्ल इत्युक्ते दट् इस् डिफ्रेण्ट्, टेस्ट् भिन्नः, भिन्नरुचिः. कटुः इत्युक्ते तिक्तम् इति वदामः. तिक्तम् तिक्तम्. अपि च महामरीचिकया भर्जं करोमि इति वदति. अत्र महामरीचिकया तृतीयान्तरूपं भर्जं करोमि इति. भर्जम् इत्युक्ते किं भगिनि? शोभा भगिनी वदतु. भर्जम् इत्युक्ते तैले भर्जनं कर्तुं कृत् फ्रैङ्ग् इन् द आयिल्, फ्रैङ्ग् रोस्टिङ्ग्. रोस्टिङ्ग् उत्तमम्. फ्रैङ्ग् इन् द आयिल्. अत्र व्यञ्जनं, व्यञ्जनम् इत्युक्ते? व्यञ्जनम् इत्युक्ते करि, करि, करि. शाकेन, शाकेन भविता भवितं शाकेन भगिनि. अत्र भर्जं पदे अहं चिन्तयामि भृज् धातुः अस्ति, परन्तु तस्य किं रूपम् अस्ति भर्जम् इति? अत्र अहं चिन्तयामि, अहमपि दृष्ट्वा एव सम्यक् वक्तुं शक्नोमि. अहं चिन्तयामि भर्जति, भर्जति इति लट् रूपम् अस्ति चेत् भर्जनं अहं अहं श्रुतवती, भर्जनम् इति पदं श्रुतवती अहं, पूर्वमेव उक्तवती. भर्जनम् इत्युक्ते फ्रै, ल्युडन्तरूपं, ल्युडन्तरूपम्. अपि च भर्ज धातुः तथा अस्ति चेत् भर्जः इति पदमस्ति चेत् भर्जं द्वितीयान्तं रूपं भवितुम् अर्हति. अत्र अत्र किम्, अत्र पदं किं पुनः भर्जं पश्यतु महोदय, अत्र भर्जं करोमि इति अस्ति. अत्र द्वितीयान्तं रूपम् अस्ति इति चिन्तयतु. किमर्थं चेत् क्रू धातुः सकर्मकः इति कृत्वा अत्र भर्जः इति पदमस्ति चेत् भर्जं भवति. परन्तु भर्जनं यथा भवान् उक्तवान् ल्युडन्तरूपम्. अहं चिन्तयामि अत्र भृज् धातोः योगः किं कश्चित् कृत्प्रत्ययः अस्ति, कृत्प्रत्ययः अस्ति. कः कृत्प्रत्ययः अस्ति अहं न जानामि. यथा पश्च पाकः तथा एव भर्ज भर्जः तदा भवति इति अहं चिन्तयामि. आं भगिनि. अपि च अहं शब्दकोशं दृष्ट्वा पठितवती, भर्जनी इति पदमपि अस्ति. भर्जनी इत्युक्ते इट्स् ए वेसल् टु फ्राई द ऐटम्स्, भर्जनी. आं भगिनि. उत्तमम्. अपि च अत्र शोभा भगिनी, इतोपि किम् अस्ति अत्र? कैः व्यञ्जनं करोति अत्र? कैः कैः व्यञ्जनं करोति? कैः इत्युक्ते बहुवचने तृतीया. अत्र कैः शाकैः व्यञ्जनं करोति. उत्तमम् उत्तमम्. अपि च विण्डीनकैः, अहं चिन्तयामि विण्डीनकम् इति नपुंसकलिङ्गपदम् इति अहं चिन्तयामि. विण्डीनकम् इत्युक्ते किम्? विण्डीनकम् ओक्रा, ओक्रा लेडीस् ओक्रा. अपि च उर्वारुकम् इत्युक्ते? क्यूकम्बर्. क्यूकम्बर् उर्वारुकेण. उर्वारुकं मस्मलन्. अहं चिन्तयामि उर्वारुकम् इत्युक्ते क्यूकुम्बर्. अहमपि क्यूकुम्बर् श्रुतवान् इति. उर्वारुकमिव बन्धनात् इति श्लोकः अस्ति, श्लोके अस्ति. डिक्षनरि मध्ये मस्मलन् इति. परन्तु अहं क्यूकुम्बर् रूपेण क्यूकुम्बर् अपि अस्ति. देर् इस् अ रौण्ड् क्यूकुम्बर् आल्सो. That looks like a melon. Same family? Looks like. It is sold as a cucumber. Big one, right? It's not very big, about the big ball size, small ball size, I mean. Looks like a melon, but it's a cucumber. Parantu aham shlokam purvam jnatavati, urvarukena, urvarukameva. उर्वारुकमिव बन्धनात् इति श्लोकः. त्र्यम्बकं त्र्यम्बकं यजामहे तस्मिन् श्लोके उर्वारुकमिव बन्धनात् इति दत्तमस्ति. परन्तु अहं चिन्तयामि उर्वारुकम् इत्युक्ते क्यूकुम्बर्. अपि च उर्वारुकेण अत्रापि णत्वमस्ति रेफकारणात्. उर्वारुकं गृञ्जनकं. वदतु भगिनि, गृञ्जनकम् इत्युक्ते किं? गृञ्जनकं केरेट्. अहं पृष्टवती केरेट् अपि कैण्ड् आफ् आनियन् आर् गार्लिक् अपि लिखित लिखितम् अस्ति. अत्र अहं केरेट् इति चिन्तयामि. परन्तु किमपि शाकविशेषः इति वदामः. उर्वारुकं गृञ्जनं च योजयित्वा कोशम्भरीं करोतु. कोशम्भरी इत्युक्ते किं? सालड् भगिनि, किं सालड् वदतु? सालड् वा? अस्तु, बहु स्वादिष्टं भवति. स्वादु, स्वादु इत्युक्ते टेस्टि. अपि च स्वादिष्टम् इति पदमस्ति. स्वादु योगः इष्टं, स्वादिष्टम्. विभक्तौ स्वादु, स्वादु अस्ति वा भगिनि? स्वादु विभक्तिः नास्ति, परन्तु अत्र अहं स्वादु इति पदं दृष्टवती. स्वादु इत्युक्ते टेस्टि. अपि च अत्र स्वादु इष्ट, स्वादिष्ट इति दत्तमस्ति अत्र. तथैव करोमि. पर्पटान् भर्जयामि इत्युक्ते किं भगिनि? पर्पटान् पापड्. पापड् भर्जयामि, भर्जयामि फ्रैङ्ग्, भर्जयामि फ्रैङ्ग्. अपि च मया सह सम्भाषणं करोतु. मया सह तृतीया विभक्तौ, मया सह सम्भाषणं करोतु. एक प्रश्नः. ऊर्वारुकं गृञ्जनकं च योजयित्वा कोशम्बरीं करोतु भोः. तत्र भोः लिखति शारदा, मास्तु भो. भेदः किम् अस्ति बहिनि? भोः केवलम् अत्र सम्बोधनं करोतु भोः इति वदति चेत् अत्र किमपि विशेषार्थः नास्ति भगिनि. अत्र केवलम् अत्र सम्भाषणमस्ति, कलोक्रियल् इति वदामः. भोः विसर्ग अस्ति अत्र. मास्तु भो विसर्ग न अस्ति. ओ सम्यक् सम्यक्. भोः तत्र विसर्गः अस्ति, मास्तु भो. चिन्तनीयम्, अहमपि दृष्ट्वा एव वक्तुं शक्नोमि तत्र भेदः अस्ति वा न वा इति. चिन्तनीयं. सम्यक्. अनन्तरम् अत्र द्रष्टव्यं भगिनि. अपि च अत्र रुचिं पश्यामि भगिनि, अत्र रुचिं पश्यामि किमर्थं रुचिं द्वितीयान्तं रूपं शोभा भगिनि? रुचिं द्वितीया विभक्तौ भवति कर्मपदं रुचिं भवामि रुचिं अत्र पश्यामि इति पदस्य धातुः कः? पश्यामि पश्यामि द्रष्ट द्रश् धातुः धातुः उत्तमम्. अधुना सम्यक् रीत्या वयं बहु किमपि ज्ञातम् अस्माभिः अद्य, परन्तु कानिचन करपत्राणि सन्ति, परन्तु अत्र स्थगयामः. अग्रिमे सप्ताहे पुनः मिलित्वा अत्र इतोपि अन्यान् नूतनान् विषयान् ज्ञास्यामः. सर्वेषां धन्यवादः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः भगिनी. भगिनी